नमो नमः। नमस्कारः। इदानीं गृहपाठरूपेण सप्तमी विभक्तौ कानिचन वाक्यानि रचनीयानि आसन्, अतः तान् श्रावयन्तु। अनन्तरं पुनः षष्ठी विभक्तौ अस्माकं अभ्यासः भविष्यति एव। तर्हि वाक्यानि भवति वा? वाशिङ्ग्टन् नगरे बहवः प्रदर्शनशाला सन्ति। हा हा हा, अस्तु। वाशिङ्ग्टन् नगरे यत्र शारीरिक आधारः अस्ति, तत्र सप्तमविभक्तिः भवति। भगिनि सन्ध्या भगिनि, अद्य बहवः देशेषु अधिकं जलं नास्ति। एतेषु देशेषु बहवः कोलाहलाः सन्ति। अस्तु, वाक्यं बहु सम्यक् अस्ति। तत्र किञ्चित् कर्तव्यमस्ति। सर्वे शृण्वन्तु, पुनः वदतु। अद्य बहवः देशेषु अधिकं जलं नास्ति। एतेषु देशेषु बहवः कोलाहलाः सन्ति। अस्तु, अत्र नाम कापि टिप्पणी अस्ति वा? टिप्पणी अभिनवमहोदय किमपि वदति वा? वदतु। तत्र नाम कश्चन दोषः वदति वा? अस्ति एव, न जानामि दोषः, न जानामि। अन्य कोऽपि? लक्ष्मी भगिनि, कोलाहलः अस्ति, भवती किम् उक्तवती? अहम् उक्तवती कोलाहलाः सन्ति। कोलाहलाः सन्ति इति एका वार्ता अस्ति। सामान्यतया नाम चिन्तनीयमस्ति, कोलाहलः चिन्तनीयमस्ति। यत्र गणनं भवति, यस्य गणनं भवितुमर्हति, तत्र बहुवचनान्तरूपं भवति। यथा सामान्यतया जलं गणनम् अवगच्छति वा? गणनं नाम यत्र गणयितुं शक्नुमः। एकं नाम एकं पुस्तकं, द्वे पुस्तके, त्रीणि पुस्तकानि इति गणनमस्ति। तर्हि यथा जलं गणयितुं शक्नुमः वा? न गणयितुं शक्नुमः। इदानीं कोलाहलः, तत्र वार्ता अस्ति, सामान्यतया न वक्तुं शक्नुमः। न जलमिति अवगतामि, नाम वार्ता भिन्ना अस्ति। कोलाहलः जलम् अर्जनम्, न जलमिति मम उदाहरणमासीत्, पृथक् उदाहरणम्, असम्बद्धं। भवती जलम् उक्तवती वा? उक्तवती। सन्ध्या भगिनी पुनर्वदतु वाक्ये जलमिति शब्दमस्ति, पुनः वदतु। न तत्तु अस्ति, जलं नास्ति, जलस्य अभावः, जलं नास्ति इति अर्थः। अवगतम्। तत्र कोलाह नाम कानिचन पदानि, तत्र सामूहिकरूपेण सामूहिकपदानि सन्ति, येषाम् अर्थः तत्र समूहः, यस्य बहुवचनान्तरूपं न प्रयुज्यते अस्माभिः, खलु? यथा दशजलानि इति वदामः वा? दश, विंशतिजलानि इति सामान्यतया न वदामः। अस्तु, कोलाहलः अहं स्वीकर्तुं शक्नोमि, कुत्रचित् भवितुमर्हति बहवः कोलाहलाः, नो चेत् एकवचने अपि भवितुमर्हति स्म, बहु कोलाहलः इति भवितुमर्हति। यद्यपि बहुषु देशेषु, यद्यपि अवगच्छति वा? यद्यपि यद्यपि नाम although अरे न तत्र अभ्यासपुस्तके आसीत् यद्यपि यद्यपि तथापि यद्यपि यद्यपि बहुषु देश नाम यद्यपि बहुषु देश नाम देशेषु तत्र कोलाहलः तथापि कोलाहलः एकवचने वक्तुं शक्नुमः खलु there is a lot of fighting the fighting tatra a lot of it is yadyapi yadyapi a lot of fighting tathapi ekavachane there are a lot of fighting to navadamaha lot of fightings kind of yeah. fightings so what if I was saying there are many fights aha aha to ataha vadami aham swikaromi kintu ekavachane api bhavitum arhati sma बहु कोलाहलः अस्ति अथवा बहवः कोलाहलाः अपि चिन्तयितुं शक्नुमः नाम कोलाहलः इत्युक्ते फैट् अथवा फैरिङ्ग् इति प्रश्नः फैट् इति अस्ति चेत् तत्र बहुवचने फैरिङ्ग् अस्ति चेत् तत्र एकवचने इदानीं द्वितीयदोषः अस्ति पुनः वदतु अद्य बहवः देशेषु तत्र तत्र समस्या का कोऽपि वदति वा तत्र तत्र विशेषणविशेषभावः अस्ति बहु इति विशेषणमस्ति शब्दस्य सप्तमी रूपं वक्तव्यम् सत्यम् बहवः शब्दस्य सप्तमी रूपं बहवः इत्यस्य का विभक्तिः प्रथमा विभक्तिः बहवः बहुषु देशेषु पुनः वाक्यं वदतु अद्य बहुषु देशेषु अधिकं जलं नास्ति एतेषु देशेषु बहवः कोलाहलाः सन्ति समीचीनमस्ति अस्तु लक्ष्मी भगिनी वदति वा आम् अहं नित्यं पाकशालायाम् अन्नं पचामि अस्तु समीचीनमस्ति पाकशालायाम् इति वा समीचीनम् अस्तु निहारिका भगिनी विश्वविद्यालये अहं पठामि वाक्यं समीचीनमस्ति अभिनवमहोदय एकस्मिन् ग्रामे एकः ब्राह्मणः आसीत् समीचीनम् अस्तु तर्हि यत्र इदानीं यत्र सप्त तत्र समीचीनमस्ति अन्यत् यत्र विषयरूपः आधारः कोऽपि वदति वा अहं रामे भक्तिं करोमि इत्युक्ते एकनिमेषः भगिनि तत्र रामे नाम देवः इति अर्थः वा किन्तु वाक्यं विचित्रमस्ति सामान्यतया नाम पूजां करोमि भक्तिः नाम हिन्दीभाषायाम् एवं भवति वा भक्तिकर्णा ओ भक्तिं तत्तु नूतनविषयः अस्ति मया न कदापि श्रुतम् अहं भक्तिं करोमि अस्तु किमपि न वदामि भवितुमर्हति न वा इति न जाने अस्तु भगिनि तत्र विषयरूपः आधारः नाम यत्र अत्र द्वितीयं कुर्मः पश्यामः पेज् 56 महोदय अद्य मम समीपे पुस्तकं नास्ति निहारिका भगिनि किम् अभवत् I forgot it at school. Oh, अस्तु अस्तु. तर्हि किं कुर्मः? Follow along. तत्र स्कूल् मध्ये भवत्याः पुस्तकस्य किं कार्यं तत्र? No, like at my apartment, but I'm home for the weekend. Oh, अस्तु अस्तु. अस्तु. Now, what to Sanskrit? I can send a snapshot of the pages that we are going to... Astu. Astu, page 56, 57, iti karotu. Avagachami. 56, 57. Okay. Astu, tari Lakshmi Bhagini, kripaya patatu. Sanskrit adhyayane. Sanskrit adhyayane. मम महती आसक्तिः अस्ति इति वाक्ये आसक्तेः आधारः संस्कृताध्ययनम् एषः अस्ति विषयरूपः आधारः एतादृशस्य आधारस्य अपि सप्तमी भवति हा अस्तु तर्हि इदानीम् अग्रे पठतु अभ्यासः आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूरयत यथा सः भवतः अनादरः मास्तु तस्मिन् भवतः अनादरः मास्तु नाम तस्मिन् अत्र का विभक्तिः तस्मिन् सप्तमी अत्र सुब्रह्मण्य महोदय महोदय भवान् वदतु अत्र तस्मिन् अत्र कस्मिन् तस्मिन् कस्मिन् नाम अर्थः कः तस्मिन् भवतः अनादरः मास्तु इति अर्थः कः तत्र एकः मनुष्यः अस्ति किन्तु अनादरः इति शारीरिकवस्तु अस्ति वा हा भावः भाववस्तु अस्ति तत्र शारीरिकवस्तु तु नास्ति अतः वयं वदामः विषयरूपः आधारः यतोहि अनादरः शारीरिकं वस्तु नास्ति किन्तु सः अनादरः पुरुषे भवितुमर्हति आदरः अनादरः प्रेम स्नेहः एतत् सर्वं भवति सप्तमी इति विषयरूप आधारः अस्तु तर्हि सन्ध्या भगिनी पठतु अग्रे संस्कृतं जनाः प्रीतिं प्रदर्शयन्ति संस्कृते जनाः प्रीतिं प्रदर्शयन्ति हा अस्तु अभिनवमहोदय अग्रे शरीरस्य अलङ्कारः मम अभिरुचिः नास्ति शरीरस्य अलङ्कारे मम अभिरुचिः नास्ति हा अस्तु तर्हि शरीरस्य अलङ्कारे अत्र अलङ्कारः इति कीदृशवस्तु नाम शारीरिकवस्तु अस्ति वा अभिनवं नय महोदय वदतु अलङ्कारः शारीरिकवस्तु अस्ति किन्तु अभिरुचिः विषयः अस्ति हा हा शरीरस्य अलङ्कारे अभिरुचिः हा सत्यं शारीरिकवस्तु अस्ति अलङ्कारः किन्तु अलङ्कारः इति विषयः अपि भवितुमर्हति खलु नाम अलङ्कारविषये मम अभिरुचिः अस्ति इति अतः अहं पृष्टवान् किन्तु तथापि अस्तु शरीरस्य अलङ्कारे यतोहि तत्र अलङ्कारे इति विषयः अस्ति खलु, विषयः वस्तु नास्ति, विषयः अस्ति. अत्र अलङ्कारः वस्तु तु नास्ति खलु, वस्तु नास्ति. अस्तु अस्तु अस्तु. तृतीयं वाक्यं, नहारिका भगिनी प्राप्तवती वा? पठतु. मधुरखाद्यम् एतावती प्रीतिः किमर्थम्? मधुरखाद्ये एतावती प्रीतिः किमर्थम् इति विषयः. मधुरखाद्ये प्रीतिः नाम अत्र अत्र अत्र मधुरखाद्यं यद्यपि भोजनं शारीरिकवस्तु अस्ति, अत्र मधुरखाद्य इति विषयः. अत्र पुरतः भोजनमस्ति इति न, अस्माकं पुरतः वयं पश्यामः तदा अहं पृच्छामि इति नास्ति खलु. वयं बहिः गत्वा वयं कुत्रचित् गच्छामः, तस्मिन् मार्गे एव अहं पृच्छामि. भोजनं पुरतः तु नास्ति, अतः विषयः अस्ति. अस्तु अग्रे सन्ध्या भगिनी. अग्रे देवः भक्तः कृपां प्रदर्शयति. देवः भक्ते कृपां प्रदर्शयति. समीचीनमस्ति. अस्तु निहारिका भगिनी अस्ति वा कागदम्? आम्. चित्रलेखनं चित्रलेखनं बालकस्य अतीव आसक्तिः. अतीव अतीव इत्युक्ते बहु बहु. चित्रलेखने बालकस्य अतीव आसक्तिः. अतीव अतीव आसक्तिः. अवगच्छति खलु, अवगच्छति वा? आसक्तिः इत्युक्ते अभिरुचिः. अभिरुचिः अन्यत् किं वक्तुं शक्नुमः? आसक्तिः, अभिरुचिः, आकर्षणम्. आकर्षणं रोचते रोचते, इच्छति इच्छा इच्छा इच्छा. सेम कनाडा. हा इण्ट्रेस्ट् इति अर्थः, इण्ट्रेस्ट् इण्ट्रेस्ट् आकर्षणम् अफेक्शन्. न न आसक्तिः अत्र अत्र इण्ट्रेस्ट् इति अर्थः. वस्तुतः आसक्तिः इत्युक्ते अटेच्मेण्ट् एतादृशम्. अस्तु अभिनवमहोदय अग्रे पठतु कृपया. निहियति विश्वसिति इत्येतयोः धात्वप्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य च यत् पात्रं तस्य सप्तमी विभक्तिः भवति. उदाहरण माता पुत्रे विशेषतः निहियति. अभ्यासः आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूर्यते. तर्हि माता माता पुत्रे विशेषतः स्निह्यति नाम मातुः मातुः नाम षष्टि मातुः पुत्रे स्नेहः अस्ति इति अर्थः. मातुः पुत्रे स्नेहः अस्ति अर्थः स्पष्टमस्ति. माता पुत्रे विशेषतः स्निह्यति अर्थः समानः. अस्तु अभिनव महोदय अग्रे वदतु महोदय. किन्तु एकः प्रश्नः अस्ति. हा वदतु. मातुः पुत्रे स्निह्यति, माता पुत्रे स्निह्यति, किञ्चित् भेदः अस्ति वा? न, कोऽपि किञ्चिदपि भेदः नास्ति, किञ्चिदपि भेदः नास्ति. नाम भेदः अस्ति यत् स्निह्यति क्रियापदमस्ति, स्नेहः इति भाववाचकशब्दः अस्ति, किन्तु तत्र वाक्यस्य अर्थः अर्थदृष्ट्या भेदः नास्ति. अग्रे. सः वञ्चकः अतः सः मा विश्वसितु. सः वञ्चकः अतः तस्मिन् मा विश्वसितु. समीचीनम्. विश्वसितु नाम विश्वासः मा भवतु, तस्मिन् विश्वासः मा भवतु. विश्वासः. प्रकाशमहोदय अग्रे. ये जनाः स्नेहं प्रदर्शयन्ति ते जनाः स्नेहन्ति. ये जनेषु स्नेहं प्रदर्शयन्ति तेषु जनाः स्निहन्ति. हा अस्तु महोदय, वदतु अस्य वाक्यस्य अर्थः कः? ये जनाः अस्ति ते स्नेहं मित्र रूपेण अस्ति, तस्याः जनाः स्निह्यन्ति. ये जनेषु स्नेहं प्रदर्शयन्ति, ये जनेषु स्नेहं प्रदर्शयन्ति, ये जनाः खलु. हा नाम भवान् अवगच्छति एव, किन्तु अहं स्पष्टीकर्तुमिच्छामि येन सर्वेषाम् अवगमनं भवेत्. ये जनाः अन्येषु जनेषु, निहारिका शृणोतु, ये जनाः अन्येषु जनेषु स्नेहं प्रदर्शयन्ति तेषु नाम ये अन्येषु जनेषु स्नेहं प्रदर्शयन्ति तेषु जनाः पुनः स्नेहं प्रदर्शयन्ति. तर्हि अग्रे सुब्रह्मण्यः महोदय अग्रे. रावणः स्वशक्तिः अधिकं विश्वसितवान्. रावणः स्वशक्ते अधिकं विश्वसितवान्. हा किन्तु अत्र इकारादिशब्दः अस्ति. इदानीम् इकारादिशब्दः अस्ति, तत्र स्त्रीलिङ्गशब्दः अपि अस्ति. स्त्रीलिङ्गशब्दः अस्ति. सो यथा नदी भवति तथा वदतु. रावणः स्वशक्त्याम् अधिकं विश्वसितवान्. हा स्वशक्त्याम् विकल्पेन स्वशक्तौ अपि वक्तुं शक्नुमः, किन्तु स्वशक्त्यां तत्र न दत्तमस्ति करपत्रे. स्वशक्त्यां, यतोहि तत्र नदी इति दीर्घ इकारान्तशब्दः अस्ति, अत्र ह्रस्व इकारान्तशब्दः अस्ति, अथ भेदः अस्ति. अस्तु समीचीनं. तर्हि अधुना लक्ष्मीभगिनी अग्रे. यानं विश्वस्य गतः, अहं मूर्खः सज्जातः. यानेन विश्वस्य गतः, अहं मूर्खः सज्जातः. यानेन इति नास्ति अत्र, याने विश्वस्य याने विश्वस्य गतः, अहं मूर्खः सज्जातः. सञ्जातः भिन्नरूपेण पठतु याने विश्वस्य विश्वस्य नाम अल्याप् नाम याने विश्वस्य विश्वसिति विश्वसिति अत्र वि उपसर्गपूर्वकः श्वस् इति धातुः यथा गत्वा आगत्य गत्वा आगत्य श्वस्वा विश्वस्य तर्हि विश्वस्य याने विश्वस्य गतः अहं मूर्खः सञ्जातः नाम नाम कोऽपि अर्थम् अवगच्छति वा हा महोदय वदतु अतः कः अहं गतकाले याने विश्वासं प्रदर्शयति प्रदर्शयामि प्रदर्शयामि तत्कारणम् अहं मूर्खं सञ्जातः किं किमर्थं मूर्खः विश्वासं प्रदर्शयति किन्तु किन्तु याने विश्वासः आसीत् इति कारणतः किमर्थं मूर्खः अभिनव महोदय साहाय्यं करोति वा वाक्यस्य अर्थः तत्र किञ्चित् स्पष्टता नास्ति याने विश्वस्य गतः अहं मूर्खः सञ्जातः गतः नाम किमत्र वाक्यं त्यजामः एतत् स्पष्टं नास्ति विश्वस्य गतः सञ्जातः इत्युक्ते अभवत् अभवम् अभवं सञ्जातः सञ्जातः नाम अभवत् इति जानाति वा अभवत् किन्तु अभवत् इति प्रथमपुरुषः अहं बालकः अभवत् अहम् अभवम् बिखेम् इति अर्थः बिखेम् ऐ बिखेम् अ फूल् अहं मूर्खः सञ्जातः किन्तु गतः अपि अहम् इति अस्य विषयः इङ्ग्लिश् ऐ लास्ट् बिलीफ् इन् याने मीन्स् ट्रावेल् आर् समथिङ्ग् सो ऐ बिकेम् अ फूल् व्हाट काइंड ऑफ दिस मीनिंग इज याने मीन्स् फ्लाइट आर् समथिंग् ऐ बिकेम् अ फूल् बिकॉज ऐ लास्ट् बिलीफ् इन् ट्रांसपोर्टेशन् व्हाट टाइप ऑफ नॉनसेंस इट इज निरर्थक वाक्यमस्ति न जानामि अहम् अस्तु अग्रे गच्छेम अस्तु लक्ष्मी भगिनी अग्रिमं करोतु भवतः वचनानि विश्वस्य अहम् अग्रे गतवान् भवतः वचनेषु विश्वस्य अहम् अग्रे गतवान् एतत् समीचीनमस्ति भवतः वचनेषु विश्वस्य अस्तु प्रकाशमग्रे गतवान् प्रकाशमहोदय अग्रे दशरथः पुत्राः अधिकं निहति स्म दशरथः पुत्रेषु अधिकं निहति स्म स्निह्यति अस्तु समीचीनं सन्ध्या भगिनी अग्रे यः दुर्जनाः स्निह्यन्ति सः अवश्यं हानिं प्राप्नोति हानिः जानाति वा लाभः इति जानाति वा लाभः लाभः बेनिफिट् लाभः लाभः इत्यस्य विपरीतरूपं हानिः लाभः हानिः लाभः हानिः अस्तु निहारिका भगिनी अग्रे किम् ओ वदतु यः दुर्जनेषु यः दुर्जनेषु स्निह्यति सः अवश्यं हानिं प्राप्नोति. हा, समीचीनं. निहारिका भगिनी अग्रे. राजनीतिजनः जनाः भवन्तः राजनीतिजनाः भवन्तः कदापि मा विश्वसन्तु. विश्वसन्तु. विश्वसन्तु. राजनीतिजनेषु भवन्तः कदापि मा विश्वनेषु विश्वसन्तु. समीचीनमस्ति. अस्तु. This third vakyam. Fourth, Vyanam. Vyanam means travel, you know, travel plans are... I went for the travel and I became a fool. Gataha, went. Go. Believing in travel, I went and I became a fool. Kind of meaning. Is appropriate, I think. Yane Vishwasya Gataha. I went believing in the travel and I became a fool. So somebody planned the travel and I went. Nama rail yanam dvadasha ganta vilambena rail yanam agatam. Holiday travel plan kind of yanam. Yani. Katha means I went, not lost, but went, go. That meaning is at least appropriate. Tatha asti. Gataha aham murkaha sanjataha. Astu. इदानीम् अस्तु इति सप्तमी अस्तु सर्वे एकम् उदाहरणं वदन्तु. नाम यत्र इदानीं विषयरूपः आधारः अस्ति चेत् यत्र तत्र सर्वे एकं वाक्यं वदन्तु, अनन्तरम् अग्रे गच्छामः. वीणावादने छात्रस्य बहु प्रावीण्यता अस्ति. पुनः? वीणावादने छात्रस्य बहु प्रावीण्यता अस्ति. हा, समीचीनमस्ति. वाक्यं समीचीनमस्ति. अस्तु, अन्यत् वाक्यम्? अभिनवमहोदय. अहं लक्ष्मी भगिनी. अहं स्वशक्तौ अधिकं विश्वासितवती. अस्तु. विश्वसितवती न खलु, विश्वसितवती. अस्तु, अग्रे अग्रे अभिनव. मातामहेषु योगाभ्यासं कुर्वन्ति. पुनः वदतु. एतेषु मातामहेषु योगाभ्यासं कुर्वन्ति. एतेषु मातामहेषु न मातामहः योगाभ्यासं कुर्वन्ति. न अवगतं, न अवगतं मया अत्र. किं वक्तुमिच्छति भवती? किन्तु सप्तमी, तत्र सप्तमी किमर्थं भविष्यति? सप्तमी because I'm referring to them with respect, adaraha. No, tatha nasti. Oh, ha. Adaraha. Tarhi, nama, maha, tatra, teshu, nama, teshu janeshu, mama adaraha asti. Means just by using saptami doesn't mean that it's not a way of according respect. Using saptami bhakti is not a way of according respect. That's not the use. The use is that if you want to say that you respect somebody or you have love, you have respect, that what you're saying is that your respect is in them. Mama vishwasaha atwa mama adaraha atwa mama prema tasmin puruṣe asti. Okay. Tatra bhavati saptami. is not a way of expressing something with respect just by using saptami. That doesn't work like that. Tarhi vakim puna nama samikarotu. Vakim suma samikarotu. Astu abhinavanayagri. Vakim. Krishnasya radhayam priti asit. Astu. Samikshanam asti. Anyakopi? Prakash Malaya? Ganeshasya modikeshu asakti asti. Ah, samikshanam asti. Subramanya Malaya? Sandhya Vaini? Hapunaha, mama? Aham mama parivare Vishwasimi. Roditi rodimi. Vishwasimi. Vishwasiti vishwasimi. Vishwasimi. अस्तु समीचीनं वाक्यं समीचीनमस्ति अन्य निहारिका भगिनी समीकरोतु वाक्यम् आम् एतेषु मातामहेषु मम आदरः अस्ति आदरः अस्ति समीचीनम् इदानीं समीचीनम् अस्तु महोदय इदानीं षष्ठीविभक्तौ अभ्यासः अवशिष्टः अस्ति तत् सर्वं समापयितुं शक्नुमः इति अहं मन्ये तत्र कुत्र पर्यन्तं वयं कृतवन्तः षष्टिविभक्तिः तत्र भाववाचकं वयं कृतवन्तः इदानीं चतुर्थभ्यासः खलु चतुर्थभ्यासः करणीयः अस्ति अस्तु अभिनवमहोदय कृपया पठतु उमेशस्य प्रकाशमहोदय कृपया तदभ्यन्तरे भवानेव पठतु अत्र चतुर्थ अभ्यासः किं लिखितमस्ति उमेशस्य दूरवाणी आगता न न तत्र ततः अग्रे उमेशस्य अग्रिमे पुटे उमेशस्य दिनचार्याः कानिचन कार्याणि उपरि चित्ररूपेण निर्दिष्टानि एतत् चित्रं दृष्ट्वा कस्य अनन्तरं किं कृतं किं जातम् इति वाक्ये लिखत् उदाहरणं देवस्य नमस्कारस्य अनन्तरं विद्युत्कथा तर्हि नाम कुत्र कुत्र षष्टिविभक्तिः प्रयुज्यते अस्माभिः इति विषयः तर्हि वयम् आरम्भे वयं किं दृष्टवन्तः आरम्भे अस्य अध्यायस्य षष्टिविभक्तिः इति अध्यायस्य आरम्भे यत्र यत्र सम्बन्धः अस्ति जनकस्य पुत्रः मातुः पुत्री नाम यत्र परिवारे सम्बन्धाः भवन्ति एतत् सर्वं वयं दृष्टवन्तः खलु सम्बन्धे आरम्भे षष्टिविभक्ति नाम सामान्य मित्रस्य गृहं मम पुस्तकम् उत्पीठिकायाः उपरि घटी अस्ति उत्पीठिका इति अस्य षष्टि उत्पीठिकायाः उपरि घटी अस्ति स्यूतस्य अन्तः पुस्तकमस्ति नाम अभ्यासपुस्तके एतत् सर्वं वयं कृतवन्तः षष्टिविभक्तिः कुत्र कुत्र भवति नाम यत्र सम्बन्धः अस्ति खलु नाम बालकस्य लेखनी मित्रस्य गृहम् एतत् सर्वं वयं जानीमः यत्र सम्बन्धः नाम षष्टिविभक्तिः यत्र सम्बन्धः अस्ति तत्र षष्टिविभक्तिः अनन्तरं वयं दृष्टवन्तः यत् कर्तृपदस्य षष्टि कर्मपदस्य षष्टि रामस्य आगमने विलम्बः नास्ति पुस्तकस्य अध्ययनेन ज्ञानं वर्धते इति गते सप्ताहे वयं तस्य अभ्यासं कृतवन्तः सार्धघण्टापर्यन्तं सर्ववर्गं वयं अभ्यासं कृतवन्तः अस्मिन् विषये. योग्यस्य आहारस्य सेवनेन शक्तिः वर्धते, एतत् सर्वं दृष्टवन्तः. इति पृथक् प्रयोगः. इदानीम् अग्रिमप्रयोगः नाम अनन्तरं. यत्र अनन्तरम् इति शब्दः भवति तत्र षष्टिविभक्तिः भवति. अतः अस्मिन् अभ्यासे अनन्तरम् अनन्तरम् अनन्तरं तस्य अनन्तरं नाम पुस्तकलेखनस्य अनन्तरम् अहं गृहं गतवान्. कार्यस्य करणस्य अनन्तरम् अहं निद्रां कृतवान्. यत्र अनन्तरमस्ति पूर्वम् अनन्तरं. पूर्वं यत्र पूर्वमस्ति तत्र पञ्चमीभक्ति. तस्मात् पूर्वम् अहं गृहं गतवान्. भोजनस्य खादनात् पूर्वम् अहं गृहं गतवान्. भोजनस्य खादनस्य अनन्तरम् अहं निद्रां कृतवान्. तर्हि यत्र पूर्वमस्ति तत्र पञ्चमी अस्ति, यत्र अनन्तरमस्ति तत्र षष्टि. अस्तु, तर्हि इदानीं प्रकाशमहोदय प्रथमम् उदाहरणं पुनः पठतु. देवस्य नमस्कारस्य अनन्तरं विद्युत् गता. अस्तु, द्वितीयं करोतु. विद्युत् गमनस्य अनन्तरं जनकः आहूतवान्. समीचीनम्. अत्र वस्तुतः विद्युत् इत्यस्य अपि षष्टिविभक्तिः भविष्यति. समस्या अस्ति यत् विद्युत् तकारान्तपदमस्ति, तस्य अन्ते तकारः अस्ति, तस्य षष्टि वयं न जानीमः. षष्टिः अस्ति विद्युतः गमनस्य अनन्तरम्. अस्तु, तर्हि अग्रिमं वाक्यं तत्र सुब्रह्मण्यं महोदय अग्रे. जनकः तत्र दर्शनस्य आवश्यकता नास्ति, यतोहि वाक्यं यत् पूर्वमासीत् तस्य अन्तिमभागः नाम विद्युतः गमनस्य अनन्तरं जनकः आहूतवान्. इदानीं जनकः आहूतवान् इति अग्रिमं वाक्यम् आगच्छति. जनकस्य आह्वानस्य अनन्तरम् उमेशः पठितवान्. अस्तु, उमेशः पठितवान्. इदानीम् उमेशः पठितवान् इति न भविष्यति वा? पुस्तकं पठितवान्. ओहो, पुस्तकं पठितवान्. सत्यं सत्यं. तत् भिन्नम् अस्ति. अस्तु, क्षम्यतां, किञ्चित् भिन्नम् अस्ति. अस्तु, अभिनवमहोदय अग्रे. देवस्य नमस्कारस्य अनन्तरं कोलाहलः श्रुतः. कुत्र अस्ति? न, चतुर्थं वाक्यं तत्र पुस्तकं पठितवान् तदनन्तरं. किं पुस्तकं पठितवान्? 50 पेज 49 मध्ये चित्रमस्ति, चित्रं पश्यतु. अनन्तरं विद्युत् गता अनन्तरं. अत्र देवस्य नमस्कारस्य अनन्तरं विद्युत् गता. विद्युतः गमनस्यानन्तरं जनकः आहूतवान्. जनकस्य आह्वानस्य अनन्तरं पुस्तकं पठितवान्. इदानीम् अग्रिमम्. पुस्तकस्य पठनस्य अनन्तरं कोलाहलः श्रुतः. अस्तु समीचीनमस्ति लक्ष्मी भगिनी अग्रे कोलाहलस्य कोलाहलस्य श्रवण कोलाहलस्य श्रवणस्य अनन्तरं दूरवाणी आगता अस्तु अग्रे सन्ध्या भगिनी अग्रे दूरवाण्यः आगतस्य आगमनस्य दूरवाण्याः आगमनस्य अनन्तरं पानीयं पीतवान् अस्तु समीचीनं निहारिका भगिनी पानीयं एकनिमेषः तत्र पानीय इति अस्य षष्टि ओ पानीयाः न न तत्र लिङ्गं किं पानीयम् षष्टि पानीयस्य इदानीं अत्र पानमिति अस्ति पानम् पानमिति अस्य षष्टि पानस्य पानस्य पीतस्य न न न पानीयस्य पानस्य अनन्तरम् ओ पानीयस्य पीतस्य पानस्य पानस्य पानीयस्य पानस्य अनन्तरं गणनाम् उमेशः वदतु अनन्तरं उमेशः गणनां परिशीलितवान् सत्यम् अत्र पानीयस्य पानस्य अनन्तरम् उमेशः गणनां परिशीलितवान् अत्र पानस्य तत्र पश्यन्तु अत्र प्रत्येकस्मिन् वाक्ये नमस्कृतवान् गता आहूतवान् पठितवान् श्रुतः आगता इति क्रिया अस्ति अनन्तरं क्रियायाः भावः तत्र परिवर्तनं करणीयमस्ति भावः नाम नमस्कृतवान् इति नमस्कारः गता इति गमनम् आहूतवान् इति आह्वानं पठितवान् इति पठनं श्रुतः इति श्रवणम् आगता इति आगमनम् आगमनस्य नाम नमस्कारस्य गमनस्य आह्वानस्य पठनस्य श्रवणस्य वर्गे वयम् गतिवर्गे अस्माकम् अभ्यासः आसीत् वयम् एकवचनं न कृतवन्तः इदानीं किमर्थम् एकवचनं षष्टिविभक्ते क्रियापदस्य न न गते यथा गते सप्ताहे वयं कृतवन्तः यथा अत्र बालकस्य आगमनेन माता सन्तुष्टा बालकस्य आगमनेन गते सप्ताहे आगमनमपि कृतवन्तः बालकस्य आगमनं समीचीनम् विभक्तिः कापि भवितुमर्हति बालकस्य आगमनेन सन्तुष्टः पिता so, what I'm confused about. Okay. I thought for present for continuous verbs, agamanam, coming, is arrival, is coming. So bahuvachane, parantu idanim kriyapadam ekavachane, agamanasya, agamanamna. So I just don't understand why last week all the present continuous verbs were with bahuvachane. Bahuvachanam kim artham? Okay, maybe I'm just thinking like tatanam agamanam. No, ekneshya, idanim avagatam. Tattu bahuvachanam nasti bhagini. Agamanam, pathanam, chintanam, bahuvachanam nasti. Bahuvachanam nasti. Atra gamanam iti gamanasya bhavaha. Gamanam. Chintanam, lekhanam, shravanam, gamanam iti ekavachanam asti. Bahuvachanam nasti. Yatha balakaha balakanam. Balakanam tatha nasti atra. Etad tyajatu mastu. Etad mastu atra. Balakaha balakanam iti shashti bahuvachanam. Idanim gachati iti asya bhavaha gamanam. Shashti nasti. Nasti. Gamanam iti pratama vibhakti hi ekavachanam. Ekavachanam. Pratama vibhakti ekavachanam gamanam. Shashti vibhakto dirghamasti. Latanam. Yeah, I thought that's what. No. Gamanam iti ataha kutuchit vayam kritavandaha tritiya vibhakti hi gamanena. Balakasi gamanena. Bhavavachake. Balakasi gamanena, balakasi agamanena mata santushta. Agamanam iti coming. Agamanena nama by his coming. Or due to his coming. Tritiya. The agamanam iti pratama vibhakti ekavachanam. Agamanam. Tatra samanyataya yatra kriyayaha bhavaha yatra bhavati samanyataya ekavachane eva vadamaha. Gamanam iti ekavachane, gamanani iti bahuvachane. Gamanani. Gamanani iti vayam na vadamaha. Yato hi kriyayaha bhavaha nama going, gamanam iti going, tatra ekavachane bhavati. Bahuvachane bhavati. Gatyarthaka bhavaha ityukte? Gatyarthaka bhavaha? Prashnaha navagataha. Bhavaha nama, gamanasya bhavaha ati va? Bhavaha ati prashnaha va? Gatyarthaka bhavaha ityukte? Nama kutaha agataha bhavatyaha katanam kutaha agataha gatyartikaha bhavaha. Aham ukutavan va? Last week you told us. No, vakim vadatu. Last week what did I say? I don't know anything what you're saying. Tell me, what are you trying to give me? Udaharanam vakim vadatu. Na, vismaratu. Lakshmi Bhagini Yathava Astu, Agri Gachema, Yadi Spashtam, Prashna Spashtatriya Valati Chet Aham Vakshyami. Tari Ekavachane Asti Yathat Sarva. Astu. Tari Paniyasya Panasya, Paniyasya Nama Jalasya. Paniyasya Nama Jalasya, Panasya Anantram Umeshaha Gananam Parishilitavan. Anantram Agrimam. Agrimam Asti Gananam Gananam parishidhitavan. Tatra? Dvaram pittamah. Bhavaneva karotu? Gananasya? Lingam kim? Gananam. Ganana ati asti. Ganana. Kim asti? Gananam or ganana? Ganana. Gananam. Haan, vadatu. Shasti. Parishilanasya anantaram umeshah dwaram pihitavan. Ah, samichinam. Gananayaha parishilanasya anantaram umeshaha dwaram pihitavan. Astu agre? Sandhya bhagini karoti va? Dwaram pihitavan. Dwarasya. Atra pidhanam asti. Pihitavan iti subhavaha pidhanam. Pita? Pidhanam. Pidhanam? Dwarasya. Pihitavan kim? No. Pihitavan nama dwaram udghatavan. Dwaram pihitavan. Oh. Dwarasya. Pidhanasya. Anantaram. Yanam arudhavan. Arudhavan. Dha-dha. Dha? Dha-dha. Dha. Ha, ta-ta, da-dha, mudanyata, ta-ta, ta-ta, da-dha, dha. Okay. Dha, arudhavan. Ha. Tari, dwarasya, pidhanasya, anantaram umeshaha, yanam, arudhavan. Abhinava, may I agree? Yanasya. Arudhanasya. Arohanam. Aharu. Yanasya aharu arohanasya. Anantaram. Umeshaha vastuni kritvan. Astu. Agre. Lakshmi Bhagini. Abhyasaha. Nilaham. Nama vastu. Nutanavakyam. Nutanavakyam. Nutanavakyam nasti. Vastuni kritavan. Vastuni. Vastunam. Vastunam krinasya anantaram. Na. Bhavaha. Krinati eti bhavaha. Chayanam. Ha. Vastunam krayanasya anantaram. Anantaram devam namaskrutavam. Astu. Astu. Tari samishanam. Idanim Lakshmi Bhagini agregatva bhavatyaha udaranit utradayitvam nama mam smarayatu. Mahodaya, idanim trivadanam. Idanim katha. Katha patanam. Bhavati na idanim sapada trivadanam asti. Vilambaha jataha. Astu. Agri gatva agri me satahi vayam patishyamaha. Idanim samayaha na yato hi katha kinchit lamba dirghasti katha. Idanim samapitu na shaknumaha yato hi sadatri vada yoga kaksha bhavasti. Yoga asti. Yoga kaksha. Tari agri me satahi karishyamaha. Kinchit bhavatyaha utaradayitvam mama smaranam. Astu. Astu, tari idanim agri sarema. Idanim prakashamada agri pratatukripi, abhyasaha. Abhyasaha. Sunilaha yani karyani kritavan tesham avali adaha asti. Tada darena saha kasmat purvam kim kritavan iti nirdishataha. Udaharanam pashyatu. Sunilaha apanam gatavan vastuni kritavan. Tari pratamam vakim patatu. Devanam asmaranat smaranatah purvam sunilaha shlokan kantasti kritavan. Ha. Tari devanam smaranat atava smaranatah purvam. Maya uktam yatra purvam asti tatra panchami bhavati. Panchami. Purvam sunilaha shlokan kantasti kantasti krutavan. Tari idanim atra devanam iti asmakam abhyasaha, devanam. Astu. Tari Subramanya Mohaya agre patatu dutiyam vakyam. Slokan. Vadatu, vadatu. Slokan kantasti krutavan. Kintu, na, atra kantasti karanataha purvam. Nama tatra sloka itiasya bahuvachanam shashti. Shashti. Slokanam. I was reading the original form. Oh, original form. Astu, original form vadatu. Original form vadatu. Bhagavan. Slokan kantasti krutavan. Purvaha sunilaha phalani khaditavan. Phalani. Phalani khaditavan. Slokanam kantasti karanata purva sunilaha. Sorry. Slokanam kantasti karanata purvam sunilaha phalani khaditavan. Astu, abhinavamadaya agree. Phalanam khadanatah purvam sunilaha balan patitavan. Astu. Patitavan. Patitavan. Astu. Sa idanim Sandhya Bhagini agree. Balan part Shashti Bahochanam. Aham Navagachami. Astu Bal at Pashatu. Palanam Khadanataha Purvam Sunilaha Balan Patitavan. Balan Patitavan. In the name Tasmat Purvam Kim Kutavan. So Balanam Patanataha Purvam Sunilaha Patrikaha Patitavan. Astu, Smitsinamas. Prakashamadhi agree? Patranam Patrika. Patan. Patrikanam. Patrikanam patanatah purvam sunilaha patanatah patrikanam patanatah purvam sunilaha patrani likitavan. Astu, Niharika Bhagini agree? Patranam likita lekhanatah purvam sunilaha vastrani shalitavan. Samichanam. Astu. Lakshmi Bhagini agree? Vastranam chalanatah purvam sunilaha sasyani aropitavan. Astu. Samichanam. Danim Subramanyamadaya agree? Sasyani aropitavan purvam sunilaha mitrani drishtavan. Sasyanam aropanataha purvam sunilaha mitrani drishtavan. Astu, smichanam. Abhinavamadaya agree? Mitranam darshanataha purvam sunilaha vastuni kritavan. Astu. Smichanam. Sandhya Bhagini agree? Vastunam kriyantaha purvam krayanataha purvam sunilaha apanam katavan. Astu, smichanasti. Agree. Lakshmi Bhagini, kripya patitu. Adhyapakaha kasya kasyaha kesham kasam pratibham drishtavan na drishtavan iti adhaha nirdishtamasti. Astu. Tari agre pratamam udaharanam. Udaharanartham adhyapakaha tasya pratibham drushtavan etasya pratibham na drushtavan. Astu, dvitiyam karotu. अध्यापकः प्रतिभां दृष्टवान् प्रतिभां न दृष्टवान् अध्यापकः तस्याः प्रतिभां दृष्टवान् एतस्याः प्रतिभां न दृष्टवान् अस्तु प्रकाशमहोदय अग्रे अध्यापकः भवान् प्रतिभां दृष्टवान् भवती प्रतिभां न दृष्टवान् अध्यापकः भवतः प्रतिभां दृष्टवान् भवत्याः प्रतिभां न दृष्टवान् अस्तु समीचीनं सुब्रह्मण्यमहोदय अग्रे अध्यापकः एताः प्रतिभां दृष्टवान् एते प्रतिभां न दृष्टवान् तस्याः प्रतिभां ए ए ए एता एतस्या किन्तु वचनं किम् एता बहु बहु बहुवचनं तर्हि षष्टि बहुवचनम् कोऽपि साहाय्यं करोति वा निहारिका भगिनी साहाय्यं करोतु एतेषां किन्तु लिङ्गं किम् एताः बहुवचने एताः लिङ्गं किम् तर्हि एतासाम् वदतु अध्यापकः एतासां प्रतिभां दृष्टवान् एतेषां प्रतिभां न दृष्टवान् एतासाम् एतेषाम् अस्तु अग्रे सन्ध्या भगिनी अग्रे अध्यापकः ते प्रतिभां दृष्टवान् ताः प्रतिभां न दृष्टवान् अध्यापकः तेषां प्रतिभां दृष्टवान् तासां प्रतिभां न दृष्टवान् इति षष्टि तासां निहारिका भगिनी अग्रे अध्यापकः अध्यापकः अहं प्रतिभां दृष्टवान् वयं प्रतिभां न दृष्टवान् अध्यापकः मम प्रतिभां दृष्टवान् अस्माकं प्रतिभां न दृष्टवान् अस्तु समीचीनमस्ति अग्रे अन्तिमं लक्ष्मी भगिनी अग्रे अध्यापकः भवत्याः प्रतिभां दृष्टवान् भवन्तः प्रतिभां न दृष्टवान् अध्यापकः भवत्याः अतिशिष्यस्ति भवतीनाम् अध्यापकः भवतीनां प्रतिभां दृष्टवान् भवतां प्रतिभां न दृष्टवान् अस्तु अन्ते इदानीम् अत्र इकारान्त उकारान्तपदानाम् अभ्यासः अस्ति अत्र टेबल् अस्ति अत्र टेबल् पश्यन्तु अधो निर्दिष्टं कोष्टकं पठत इति विषयः अस्ति. तत्र किञ्चित् कुर्मः, किञ्चित् एव कुर्मः. अभिनवमहोदय कृपया पठतु अधो निर्दिष्टानाम्. अधो निर्दिष्टानां षष्टि विभक्तिरूपाणि लिखतु. उदाहरण कविः एकवचन कवेः, बहुवचन कवीनाम्. धृतिः धृतेः धृतीनाम्. अस्तु अग्रे लक्ष्मी भगिनी. तरुः तरोः तरूणाम्. दीर्घकारः खलु तरूणां, समीचीनम्. अस्तु तरूणां. सुब्रह्मण्यमहोदय अग्रे. दाता दाता इत्यस्य मूलरूपम् अस्ति दातृ. दातॄणां न दातृ इति न, अत्र किं लिखितमस्ति पुंसक पुल्लिङ्गे ऋकारान्ताः पितृ, पितृशब्दः अस्ति खलु. किं भवति पितृ इति पितुः दातुः दातॄणां. दातुः दातॄणां दातॄणां. अत्र दीर्घ ऋकारान्त शब्द दीर्घ ऋकारः अस्ति दातॄणां. दातुः दातॄणाम्. अस्तु अग्रे सन्ध्या भगिनी. दुहिता इति दुहितृ, दुहितृ अस्ति. दुहितॄणां, समीचीनं. निहारिका भगिनी अग्रे. रज्जुः रज्जुः रज्जूनां. किं रज्जुः इत्यस्य षष्टि, तत्र ओकारः अस्ति खलु गुरुः गुरोः. किम् उकारात् शब्दः अस्ति, लिखितमस्ति उकारान्त गुरोः. तर्हि रज्जुः स्त्रीलिङ्गे अपि तथा धेनोः. रज्जोः रज्जोनां. न न ओकारः नास्ति तत्र, बहुवचने दीर्घ उकारः. धेनोः धेनूनां रज्जूनां. तर्हि रज्जुः अस्ति षष्ठी एकवचने रज्जोः, बहुवचने रज्जूनाम्. अस्तु समयः समाप्तः. इदानीं भवन्तः सर्वे पञ्च गृहपाठरूपेण पञ्चवाक्यानि अनन्तरं पञ्चवाक्यानि पूर्वं, यत्र अनन्तरम् इति शब्दः अस्ति, यत्र पूर्वम् इति शब्दः अस्ति. आकाशे पश्यति किमर्थम् अनन्तरम् इत्यस्य षष्टि, पूर्वमित्यस्य पञ्चमी. अस्तु अत्र उदाहरणानि बहूनि पुस्तकानि पुस्तके उदाहरणानि सन्ति. पञ्च पञ्च, समीचीनं वा? एकम् उदाहरणं हा, नाम बालकस्य गृहस्य गमनस्य अनन्तरं खादितवान्. परन्तु सप्तमी षष्टि एकवाक्येन. सप्तमी न षष्टि, षष्टि षष्टि न अनन्तरं, तत्र षष्टि इति अस्ति. बालकस्य गृहस्य गमनस्य अनन्तरं भोजनं खादितवान् इति षष्टि. तत्र अनन्तरं वयं संस्कृतस्य अध्ययनस्य अनन्तरं गृहं गतवान्. हा सत्यं, गृहं गच्छामः. हा बालकस्य गमनात् पूर्वं बहिः क्रीडितवान्. पञ्चमी षष्टि नाम यत्र पूर्वमस्ति पृथक्, यत्र अनन्तरमस्ति पृथक्. प्रायः पृथक् पृथक् भविष्यति. अस्तु विरमाम. नमस्कारः. नमस्कारः.